येनाक्षरसमानायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। हरिः ओं श्रीगुरुभ्यो नमः। हरिः ओम्। धन्यवादः महोदय। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं विषयः तत्र पूर्वम् आसीत् तत्र विधिलिङ्ग्लकारः इति, अपि लङ्लकारः आत्मनेपदी धातूनां, तत्र केवलं तत्र चाटुश्लोकः अपि गीताश्लोकान् वयं किञ्चित् परिशीलितवन्तः गतवर्गे। तद् किञ्चित् एव अस्ति, अतः तत् समाप्य अग्रे नूतनविषय अस्माकम् अद्यतनविषय नूतनविषय भवति तत्र लृङ्लकारः इति। अतः तत्र चाटुश्लोकः इति अस्ति, तद् तत् पठामः, तदनन्तरं तत्र गीताश्लोकान् पठित्वा अग्रे सरामः तर्हि। अतः पुटसङ्ख्या अस्ति 107। शोभा भगिनी नमस्कारः। नमस्ते महोदय। नमस्कारः भगिनि। हा अस्तु, अतः पुटसङ्ख्या अस्ति 70 पुटे, तत्र प्रिया भगिनी तत्र चाटुश्लोकः इति अधोभागे अस्ति, पठति वा भगिनि? आम् अस्तु महोदय। किं वाससेत् यत्र विचारणीयं, वासः प्रधानं खलु योग्यतायाः, पीताम्बरं वीक्ष्य ददौ स्वकन्यां, चर्माम्बरं वीक्ष्य विषं समुद्रः। अग्रे पठामि वा? अग्रे अपि पठतु भगिनि। वस्त्रेण किम् इति विषये चिन्तनीय किञ्चित् अस्ति। वस्त्रं योग्यतायाः निर्णायकं भवति। भगवान् विष्णुः पीताम्बरधारी अस्ति इति तं दृष्ट्वा समुद्रराजः तस्मै पुत्रीं लक्ष्मीं दत्तवान्। शिवः तु चर्माम्बरधारी, तं दृष्ट्वा समुद्रराजः तस्मै विषं दत्तवान्। केवलं तत्र चाटुश्लोकः किञ्चित् विवृणति वा भगिनि तत्र? प्रयत्नं करोमि महोदय। अत्र वयं किं वस्त्रं धारामः तस्य तं दृष्ट्वा सर्वैः किञ्चित् ओ एतस्य योग्यता किम् इति किञ्चित् निर्णयं कुर्वन्तः। यथा विष्णुः पीताम्बरं वीक् सिल्क् इति अहं न जानामि किम् अस्ति, पीतवस्त्रम् इति धृत्वा अस्ति, ततः समुद्रराजः तस्मै लक्ष्मीं दत्तवान्। परन्तु शिवः तु केवलं चर्मः एव धरति, ततः तं दृष्ट्वा समुद्रराजः तस्मै विषं दत्तवान् समुद्र मन्थनं समये। समीचीनं भगिनि, समीचीनम्। अस्तु, गीताञ्जलि भगिनी नमस्कारः। नमस्ते महोदय, क्षम्यतां महोदय। चिन्ता मास्तु भगिनि। चाटुश्लोकः इत्युक्ते किं भगिनि? चाटुश्लोक रिडल् इति, रिडल् रिडल् रिडल् इति सत्यं भगिनि। किन्तु अत्र रिडल् इति किमपि नास्ति, तदेव चिन्तितवती। केवलं हास्यास्पदम् अस्ति। अस्तु, तत्र अन्तिम तत्र उषा भगिनी पुनः तत्र स्वशब्दैः एतस्य वर्णनं करोति वा भगिनि? उषा भगिनी। आं महोदय। वस्त्रेण किं भवति, वस्त्रं दृष्ट्वा वयं सः तु यदि पीतवस्त्रं धारयति चेत् उच् है इति कथं वदनीयं महोदय? अन्य कोऽपि सहायं कर्तुम् इच्छति वा? उत्तमः। उच्चकोटिमि उच्चस्तरीय उच्चस्तरीय अस्ति यदि काटन् किं वदामि स्यू न काटन् वस्त्रम् इति किम् अस्ति महोदय? काटन् कपास् कपास् कपासस्य वस्त्रं यदि धारयति चेत् सः धरति चेत् सः नीचः अस्ति इति निर्णयं न कुर्मः. अत्र दत्तमस्ति अस्य चाटुश्लोकेन वयं उदाहरणं दत्तमस्ति. तत्र चाटुश्लोकेन अस्य चाटुश्लोकेन न भवति खलु, अत्र दत्तमस्ति. किम् अस्ति इत्युक्ते समुद्रराजः विष्णुः पीतवस्त्रं धारयति, अतः तस्मै धरति अतः तस्मै तं पुत्रीं लक्ष्मीं दत्तवान्. परन्तु शिवः पदस्य विष्णु इति पदं तत्र वाक्ये स्थापयितो, तत्र समुद्रराजः तस्मै विष्णु हा, किन्तु तस्मै इति अस्ति अतः तत्र अस्तु. वेदभगिनी तस्मै विष्णु इति स्थाने किं भवति? विष्णवे. हा तस्मै विष्णवे विष्णवे तं पुत्रीं लक्ष्मीं दत्तवान्. परन्तु शिवः तत्र शिवाय किं दत्तवान्? क्षम्यतां महोदय, शिवाय लक्ष्मीं दत्तवान्. न विष्णवे लक्ष्मीं दत्तवान्, शिवाय किं दत्तवान्? शिवाय विषं दत्तवान् इति. हा अस्तु. समुद्रराजस्य नाम अपि अस्ति वा महोदय? समुद्रराजस्य नाम न जानामि भगिनि, अन्य कोऽपि न जानन्ति वा? न समुद्रराज इति वंशीसुधभगिनी नमस्कारः. अन्य कोऽपि जानन्ति वा तत्र समुद्रराजस्य नाम अस्ति वा न इति? समुद्रराजतनये समुद्रराज एव श्रुतवती, तदेव अस्ति. तत्र अन्यनाम न जानामि महोदय. अस्तु तर्हि अग्रे तत्र अतः तत्र चाटुश्लोकः कृतः अस्ति. इदानीं तत्र तस्योपरि तत्र भगवद्गीतायाः श्लोकद्वयमस्ति, तत्र प्रथमं कृतवन्तः इति मन्ये खलु गतवर्गे? न पूरितं महोदय. न पूरितम्, अस्तु. अतः तत्र अतः तद् पुनः कुर्मः तर्हि. अस्तु तत्र सुजाता भगिनी तत्र एकवारं तत्र प्रथमश्लोकं पठति वा भगिनि? भवत्याः पुस्तके एतदेव अस्ति वा अथवा अन्यत् अस्ति? महोदय तत्र द्वितीयपदं तत्र वाससेत्यत्र इति वासस इति अत्र सत्यं वासस इति वासः इति अत्र वाससः अथवा वासः इति अत्र सत्यं वासः इति. अस्तु अस्तु, किं वासः तत्र वासस् इति तत्र प्रातिपदिकं खलु? वास् इति प्रातिपदिकं न वासस्. ओ वासस् वा मनस् मनस् इति तत्र प्रथमविभक्तिरूपं किं? मनः. यदि वासः अस्ति चेत् तस्मात् वासः अस्तु इति वासस् वासस् इति प्रातिपदिकं सकारान्तपदम्. सो वासः इति प्रथम वस्त्रम् इति वासप्रधानम् नपुंसकलिङ्गपदं. ददौ लिट् लकार अस्ति न महोदय? किं भगिनि? पीताम्बरं वीक्ष्य ददौ. तत्र अपरिचितलकारः अस्ति. भवती किम् उक्तवती तस्य नाम? लकारः. अस्तु प्रायशः भूतकाललकारः सत्यं भगिनि. तत्र नाम न तत्र सम्यक्तया न जानामि, प्रायशः तदेव अस्ति. दृष्टवती महोदय. अस्तु धन्यवादः भगिनि. अस्तु समीचीनं. अस्तु तर्हि तत्र शोभा भगिनी अतः तत्र प्रथमश्लोकं पठित्वा किञ्चित् वर्णयति वा भगिनि? योगी युञ्जीत योगी युञ्जीत तदेव वा सत्यं सत्यं योगी युञ्जीत सततम् आत्मानं रहसि स्थितः एकाकी यतचित्तात्मा निराशीरपरिग्रहः तत्र योगी युञ्जीत सततम् आत्मानं रहसि स्थितः एकाकी यतचित्तात्मा निराशी अपरिग्रहः समीचीनं तत्र कर्तृपदं किं क्रियापदं किम् इति प्रथमतया वदतु युञ्जीत इति क्रियापदं भवति इति लकारः कः युञ्जीत लकारः तत्र युञ्जीत आत्मनेपदे आत्मनेपदे एव अस्ति आत्मनेपदे तत्र विधिलिङ्ग् अस्ति वा महोदय विधिलिङ्ग् विधिलिङ्ग् युञ्जीत विधिलिङ्ग् अस्ति चेत् एक पठेत् नास्ति वा युञ्जीत किं भगिनि आत्मनेपदे लङ्लकार युञ्जीत न ओ आयुञ्जीत अकार आयाति वा तत्र भगिनि न न अवर् आ भवति किल अकारः लङ्लकारः अस्ति चेत् अकारः पूर्वं भवति खलु तत्र युज् धातु इत्यस्य युज् धातुः सत्यं भगिनि युज् इति योगे योगी युञ्जीत तत्र योगी एव भवति महोदय योगी युञ्जीत इदानीं तत्र किं युञ्जीत योगी किं युञ्जीत सततम् आत्मानं रहसि स्थितः एकाकी यतचित् आत्मा निराशि अपरिग्रहः सततं युञ्जीत सततम् आत्मानं युञ्जीत आत्मानं इति कर्मपदं सततम् आत्मानं तत्र आत्मानम् इति द्वितीयविभक्तौ कर्मपदं भवति सततम् इत्युक्ते निरन्तरं अतः तत्र यदि तत्र क्रमेण वदामः तत्र कर्तृपदं कर्मपदं तदनन्तरं क्रियापदं तत्र किं भवति तत्र योगी सततम् आत्मानं युञ्जीत तत्र योगी सततम् आत्मानं युञ्जीत इति भवति समीचीनं अग्रे महोदय अग्रे किमस्ति रहसि इति रहसि स्थितः इति रहसि इत्युक्ते तत्र यत्र अन्ये जनाः नास्ति अन्यजनाः न सन्ति निर्जनप्रदेशे इति निर्जनप्रदेशे निर्जनप्रदेशे यत्र अपि च स्थितः रहसि स्थितः इत्युक्ते स्थित्वा निर्जनप्रदेशे स्थित्वा एतत् करोति तत्र स्थितः इति विशेषणं योगी इति पदस्य रहसि स्थितः योगी इति वा महोदय एकाकी यतचित् आत्मा अपि च एकाकी इत्युक्ते अन्ये कोऽपि नास्ति सः एव एकाकी अस्ति एकाकिन् अकारान्तपदम् एकाकी अकारान्तपदं वा महोदय न न भगिनि नकारान्तपदम् एकाकिन् एकाकिन् एकाकिन् एकाकी योगिवत् यतचित् आत्मा इति यतचित् यत इत्युक्ते प्रयत्नं चित् यतचित् आत्मा प्रयत्ने यतन्ति अस्ति इति तत्र तत्र चित् अपि आत्मा अस्ति अतः तत्र चित् आत्मा इति प्रथमतया तत्र द्वन्द्वसमासः चित् आत्मा अपि तत्र यतते तत्र अतः तत्र विग्रहवाक्यम् अस्ति भगिनि यस्य चित्तम् आत्मा च यतौ स्तः सः यस्य आत्मा मनः तत्र रिस्ट्रेण्ड् नियन्त्रितः अस्ति मनः आत्मा नियन्त्रितः अस्ति मनः अपि चित्तमपि नियन्त्रितम् निग्रहे मनोनिग्रहः तादृश यः यस्य यस्य चित्तं नियन्त्रितम् अस्ति यस्य आत्मा नियन्त्रितः अस्ति सः तत्र यत्नेन अपि तत्र प्रायशः तत्र हा हा निराशि अपरिग्रहः तत्र निर् आशि आशि इत्युक्ते कृष्ण इति निराशि नाम तत्र तस्य तस्य आशा हा तत्र एतत् इच्छति एतत् न इच्छति तादृशः स्थितिः नास्ति मनस्थितिः तादृशी नास्ति आशां त्यक्तवान् इति हा हा निराशि निराशि अपरिग्रहः परिग्रहः ग्रहधातु तत्र ग्रहणे अपरिग्रहः इत्युक्ते तत्र विरुद्धार्थे अतः तत्र परिग्रहः इति हा तत्र परिग्रहः विरुद्धार्थे परि इति विरुद्धार्थे नास्ति तत्र परिग्रहे इत्युक्ते प्राप्नोति इति अर्थः किमपि अपरिग्रहः इति अस्ति हा अपरि अकारः अस्ति तत्र विरुद्धार्थकः सत्यं हा अतः तस्य किमपि तत्र प्राप्तं नास्ति तत्र गृहं वा तत्र किमपि तत्र तस्य एतद् मम अस्ति इति चिन्तनं तस्य नास्ति सर्वं मम वस्त्रम् एतद् मम गृहम् एतदेव मम क्षेत्रम् इति किमपि तस्य चिन्तनं नास्ति इत्युक्ते तत्र निस्सङ्गत्वं निस्सङ्गत्वमपि तत्र हा निस्सङ्गत्वमपि तत्र दिस् इस् मै हौस् दिस् इस् मै लेण्ड् दिस् इस् मै पीपल् एतादृशं किमपि तत् तस्य नास्ति सङ्गत्वं नास्ति कस्य कृते अतः तादृशः अतः तत्र सर्वे द्वितीयवाक्ये सर्वे विशेषणानि सन्ति सर्वाणि कर्तारस्य विशेषणानि भवन्ति अतः तत्र योगी युञ्जीत योगी सततम् आत्मानं युञ्जीत अनन्तरं तत्र रहसि स्थितः एकाकी यतचित्तात्मा निराशि परिग्रहः योगी सततम् आत्मानं युञ्जीत हा इति समीचीनं भगिनि हा इदानीं तत्र अग्रे अन्य कोऽपि तत्र पुनः एकवारं वदतु तत्र अतः तत्र वेदा भगिनी इदानीं तत्र सहैव श्लोकः इदानीं तत्र क्रमेण तत्र विशेषणं सर्वं तत्र स्थापयित्वा वद पूर्णवाक्यं वदतु भगिनि वेदा भगिनि योगी रहसि स्थितः योगी सततम् आत्मानं युञ्जीत हा किन्तु अन्यत् सर्वं तत्र एकाकी कः एकाकी रहसि स्थितः योगी एकाकी यतचित्तात्मा निराशीरपरिग्रहः सततम् आत्मानं युञ्जीत इति हा समीचीनं भगिनि हा समीचीनं तदपि वक्तुं शक्नुमः समीचीनं भगिनि अतः तत्र योगी इति पदस्य समीपे विशेषणानि भवन्तु तावदेव समीचीनं भगिनि हा अस्तु उत्तमम् अस्तु यतचित्तात्मा निराशि अपरिग्रहः एकाकी योगी रहसि स्थितः सततम् आत्मानं युञ्जीत इति अपि सत्यं भगिनि तत्र विशेषणानि सन्ति योगी इति पदस्य अतः तत्र एकाकी कः योगी चित्ता यतचित्तात्मकः योगी निराशी कः योगी अपरिग्रहः कः योगी इति अतः तत्र समीचीनं भगिनि तत्र क्रमेण वदामश्चेत् तत्र विशेषणानि स्थापयित्वा तदनन्तरं योगी तादृशः योगी सः आत्मानं युञ्जीत इति भवति तत्र युञ्जीत इति तस्य तत्र पदमस्ति तस्मात् प्राक् कर्मपदम् अस्ति चेत् सुलभतया अवगमनं भवति यतः किं युञ्जीत इति अतः आत्मानं युञ्जीत इति भवति चेत् अस्तु अग्रे तत्र नरेश महोदय तत्र अग्रिमे श्लोके तत्र प्रायशः पूर्णश्लोकं न दत्तमस्ति महोदय श्लोकः न दत्तः अस्ति तत्र अर्धभागः एव दत्तमस्ति तत्र सिक्स् सिक्स् इलेवेन् सिक्स् ट्वेल्व् तत्र श्लोकद्वयं मिलित्वा तत्र अर्धभागः एव दत्तमस्ति भवतः पार्श्वे पूर्णश्लोकः अस्ति वा महोदय न तत् मम पार्श्वे वेदभगिनी एकवारं पठतु भवती पठतु अनन्तरं नरेश् महोदय शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनमात्मनः नात्युच्छ्रितम् न अति उच्छ्रितम् नाति उच्छ्रितम् नाति नीचम् शैलाजिन कुशोत्तरम् अपि च द्वादशसूत्रमस्ति श्लोकमस्ति तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः उपविश्यासने उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये तत्र केवलं तत्र अर्धभागः दत्तमस्ति न जनं किमर्थं ते एतत् कृतवन्तः किन्तु नरेश महोदय वेदभगिनी धन्यवादः किं भगिनि 6.11 अस्तु अत्र नरेश महोदय तत्र यत् न अति न अति उच्छ्रितम् न अति नीचम् चैलाजिन कुशोत्तरम् अतः तत्र एतावत् किम् अस्ति तत्र आसनस्य वर्णनम् वयं तत्र गीतासोपने स्मरन्ति वा प्रथमभागे तत्र एकः पाठः स्मरन्ति खलु सर्वे हा तत्र योगी मनः संयम्य तत्र तत्र आसनस्य उपरि अधोभागे इति प्रयोगः कृतवन्तः तस्मिन् समये स्मरन्ति खलु सर्वे हा तदेव अस्ति आसनस्य वर्णनं तत्र न अति उच्छ्रितं न अतिनीचं शैलाजिन कुशोत्तरम् शैलाजिन नाम तत्र वस्त्रमपि अस्ति अपि तत्र चर्ममपि अस्ति तत्र एकाग्रं मनः कृत्वा चित्तेन्द्रियक्रिय यतचित्तेन्द्रियक्रियः तत्र यः पुनः तत्र पूर्वस्मिन् श्लोके तत्र चित्तमपि आत्मा नियन्त्रितः आसीत् तादृशः पुरुषः तादृशः योगी अत्र पुनः तत्र चित्तम् इन्द्रियम् अपि तत्र चित्तस्य क्रियाः नियन्त्रिताः इन्द्रियाणां क्रियः अपि क्रियाः अपि नियन्त्रिताः इति रेस्ट्रेन्ड् इति अर्थे तादृशः योगी अग्रे तु तत्र किम् अस्ति उपविश्य आसने तत्र ध्यानं करोति अतः तत्र युञ्ज्यात् योग आत्मविशुद्धये इति अतः तत्र तद्भागं तत्र न दत्तम् अतः तत्र अस्माकं कार्यम् अत्र किमपि नास्ति अन्यत् किमपि नास्ति अतः अग्रे सरामः तर्हि इदानीं तत्र नूतनविषयः अस्ति तत्र लृङ्लकारः इति अग्रिमपुटे नूतनविषयः तत्र लकारस्य रूपम् इति एकः अंशः अपि तत्र अर्थः कः इति द्वितीय अंशः अतः तत्र प्रथमतया तत्र उदाहरणं पश्यामः तत्र यदि छात्रः तत्र छात्रः अस्ति छात्रः पाठं न पठितवान् तदनन्तरं किम् अभवत् सः परीक्षायाम् उत्तीर्णः न अभवत् इति स्थितिः सर्वे अवगच्छन्ति वा छात्रः किं कृतवान् सः पठितवान् वा न पठितवान् अपि परीक्षायाम् उत्तीर्णः न अभवत् सः उत्तीर्णः सः परीक्षायाम् उत्तीर्णः सः न अभवत् एतस्य वर्णनं अन्या रीत्या कुर्मः तत्र एतदेव अभवत् किन्तु वयं चिन्तयामः यदि सः पठितवान् तस्य वर्णनं कथं कुर्मः इति वार्ता अस्ति. अतः वस्तुस्थितिः भिन्ना अस्ति. इदानीं तत्र लृङ्लकारस्य प्रयोगः कथं कदा भवति, किमपि भूतकाले किमपि न अभवत्, किन्तु वयं चिन्तयामः यदि एतत् अभवत् अन्यत् किमपि अपि भविष्यति इति. अतः तत्र लिङ्क् अस्ति, एकम् अभवत् चेत् अन्यत् अपि भवति इति. तत्र क्रियाद्वयं भवति, क्रिया एतद् भवति चेत् एतेन कारणेन अन्यत् किमपि भवति इति अस्माकं चिन्ता अस्ति, किन्तु तद् न अभवत्. एतत् केवलम् अस्माकं कल्पना, वस्तुस्थितिः स्थितेः वर्णनं नास्ति इदानीं तत्र लृङ्लकारस्य. अतः छात्रः न पठितवान्, परीक्षायाम् उत्तीर्णः न अभवत् सः, किन्तु इदानीं लृङ्लकारस्य उदाहरणवाक्यम् अस्ति, यदि छात्रः पाठम् अपठिष्यत् तर्हि सः परीक्षायाम् उत्तीर्णः अभविष्यत्. अतः तत्र एकवारं तत्र गीताञ्जलि भगिनी एतदेव वाक्यम् एकवारं वदतु भगिनि. यदि छात्रः यदि छात्रः पाठम् अपठिष्यत् अपठिष्यत् तर्हि सः परीक्षायां उत्तीर्णः सः परीक्षायाम् उत्तीर्णः उत्तीर्णः अभविष्यत्. यदि छात्रः पाठम् अपठिष्यत् तर्हि परीक्षायां सः उत्तीर्णः अभविष्यत्. समीचीनं भगिनि. अतः तत्र अर्थः सर्वे अर्थः कः इति सर्वे अवगच्छन्ति वा? तत्र लृङ्लकारस्य अर्थः उदाहरणं श्रुत्वा महोदय, सामान्य साधारण संस्कृत सम्भाषणे कण्डिशनल् इति कथं वदामः? एतत्तु हैपोथेटिकल् अस्ति भगिनि. तदेव संस्कृतभाषायां कथं वदामः? लृङ्लकारः एतद् न अभवत्. यदि यदि एतद् आसीत् वस्तुस्थितिः वस्तुस्थितिः एषा नास्ति, केवलं कल्पना अस्ति अस्माकं. यदि एतादृशम् अभविष्यत् एतद् अन्यमपि अभविष्यत्. अतः तत्र किन्तु तत्र एकं कारणम् अस्ति, किमपि भवति तदनन्तरं तेन कारणेन अन्यत् भवति इति कृत्वा तत्र मेलनमस्ति. तत्र भूतकालः अपि अस्ति, प्रथमक्रिया अस्ति भूतकाले, तस्याः क्रियायाः कारणेन अन्यत् अन्या क्रिया अपि भवति इति कृत्वा तत्र लङ्ल तत्र भूतकालः अपि अस्ति, भविष्यत्कालः अपि अस्ति. अतः एतस्य लकारस्य रूपं मिश्रणमस्ति, लङ्लकारः अपि अस्ति, लृट्लकारः अपि अस्ति. तत्र अभविष्यत् अपठिष्यत् इति रूपं दृष्टवन्तः श्रुतवन्तः. इदानीं तत्र रूपं कथम् अस्ति इति पश्यामः. तत्र पुटसङ्ख्या अस्ति 109. तत्र सुजाता भगिनी तत्र वदति वा, तत्र मध्यभागे तत्र भूधातुः इति दत्तमस्ति. आं महोदय. भवति भवति इति किम् अस्ति? भवति लट्लकारः, लट्लकार लङ्लकारे अभवत् भवति, रुट्लकारे भविष्यति भवति. मिश्रणं कृत्वा किं भवति? मिश्रणं कृत्वा अभविष्यत् भवति. लृङ्लकारः अभविष्यत् अभविष्यत्. अतः तत्र आदौ तत्र लङ्लकार इव अस्ति, अकारः अस्ति, किन्तु मध्यभागे लृट्लकारस्य इष्यत् शकारः अस्ति. अतः तत्र मिलित्वा मिलित्वा अभविष्यत् इति भवति. अतः तत्र सोपानद्वयमस्ति तत्र. तत्र वयम् एतस्य दृङ्लकारस्य निर्माणे सोपानद्वयं वदामः. तत्र प्रथमतया तत्र लङ्लकारः कः, लृट्लकारः कः, तदनन्तरं तयोः मेलनं कः कथं भवति इति, तत्र लृङ्लकारस्य रूपं कथम् अस्ति इति वदामः. अतः तत्र वंशीसुधा भगिनी वक्तुम् इच्छति वा अथवा अनन्तरं वदति वा? अस्तु महोदय, किञ्चित् अनन्तरं. अस्तु अस्तु भगिनि, चिन्ता मास्तु. अस्तु तर्हि तत्र प्रिया भगिनी इदानीं तत्र पट् इति धातु स्वीकृत्य वदतु भगिनि, तत्र रूपं कथं भवति सोपानेन वदतु तत्र. अस्तु महोदय, प्रथमं पट् इति धातुः लङ् लकारे अपठत् इति भवति, लृट् लकारे पठिष्यति इति भवति, ततः ड्रिङ्ग् लकारे मेलनं कृत्वा अपठिष्यत् इति भवति. समीचीनं भगिनि, अतः तत्र अपठिष्यत् इति भवति. अस्तु समीचीनम्. अग्रे तत्र शोभा भगिनी इदानीं तत्र खादति इति तत्र रूपं किं भवति, सोपानानि कानि इति वदतु. आं महोदय, लट् लकारे खादति, लङ् लकारे अखादत् इति भवति, अपि च लृट् लकारे अखादिष्यति इति भवति. लङ् लृट् लकारयोः मेलनेन अखादिष्यत् इति भवति. हा, अखादिष्यत् इति भवति. समीचीनम्. अस्तु इदानीं तत्र वेदा भगिनी इदानीं तत्र गच्छति इति पदस्य वर्णनं करोतु. हा महोदय, गम् धातु लट्लकारे गच्छति, अगच्छत् लङ्लकारे, अगमिष्यति लृट्लकारे, तदेव तत्र अगमिष्यत् इति रूपम् आयाति वा? समीचीनम्. अगमिष्यत्, समीचीनं भगिनि. हा, अगमिष्यत् इति भवति. समीचीनम्. अस्तु नरेश महोदय इदानीं तत्र हरति इति, हरति ह्रेधातु अस्ति, लट्लकारे हरति अस्ति, लङ्लकारे अहरत्, लृट्लकारे हरिष्यति, लङ्गयोग लृट् अहरिष्यत्. अहरिष्यत् लङ्लकाररूपं वदा किं वदात्? समीचीनमेव उक्तवती भगिनि. अगच्छत् अगच्छत् एव अस्ति, अगच्छत् एव सत्यं. समीचीनम् उक्तवती. अथ नरेश महोदय इदानीं तत्र अहरिष्यत्, अहरिष्यत्. समीचीनम्. हा, अस्तु अग्रे उषा भगिनी इदानीं तत्र वदति इति, वदति इति अस्ति लङ् लकारे अवदत्, लृट् लकारे वदिष्यति, मिश्रणेन लृङ् लकारे अवदिष्यत् इति अवदिष्यत्. समीचीनम्. हा, अस्तु इदानीं गीताञ्जलि भगिनी इदानीं तत्र करोति इति, करोति अकरोत्, लङ् अस्ति, करिष्यति इति लृट् अस्ति, अकरिष्यत् वा? अकरिष्यत्. हा, अकरोत् करि योगः करिष्यति, अकरिष्यत् इति अकरिष्यत् इति. समीचीनं. हा, अस्तु तत्र इदानीं तत्र रूपाणि पश्यामः. तत्र तत्र सोपानानि कानि इति दृष्टवन्तः, तदेव तत्र यत् चित्रं दत्तमस्ति तद्दृष्ट्वा वयम् अवगन्तुं शक्नुमः. अपि तत्र एषः एव तत्र तत्र सोपानानि समानानि एव, किन्तु तत्र एतावत् वयं केवलं परस्मैपदी धातुं तत्र तस्य रूपं कथं भवति इति दृष्टवन्तः. अपि आत्मनेपदी धातूनामपि तत्र समानमेव, तत्र समान एषा एव प्रक्रिया यया वयं तत्र आत्मनेपदी धातूनां रूपाणि अपि तत्र कर्तुं शक्नुमः. अतः तत्र एकवारं तत्र आत्मनिपदि धातूनामपि तत्र पश्यामः. तत्र हा प्रिया भगिनी, तत्र आत्मनिपदि धातूनां तत्र वन्दते इति तत्र सोपानानि कानि इति एकवारम्. आं महोदय, वन्द् इति धातुः भूतकाले अस्ति, अवन्दत्त, लृट् लकारे अस्ति, वन्दिष्यते, मिश्रणं कृत्वा अवन्दिष्यत, वन्दिष्यत इति भवति. अतः प्रक्रिया तु समाना एव, एषा एव प्रक्रिया. किन्तु तत्र यदि परस्मैपदी धातुः अस्ति चेत् अन्ततो गत्वा तत्र अभविष्यत् इति परस्मैपदी धातुः इति जानीमः. आत्मनेपदी धातुः अस्ति चेत् अवन्दिष्यत इति तत्र रूपं दृष्ट्वा वयं ज्ञातुं शक्नुमः. अस्तु, तर्हि इदानीं तत्र अपि अग्रे वयं पश्यामः, तत्र उपसर्गः अस्ति चेत् तत्र कार्यं कथं करणीयम् इति वयं जानीमः, किन्तु अग्रे पश्यामः तत्र तत् कथं भवति इति. अतः एकवारं तत्र नवरूपाणि एकवारं वदामः, तदनन्तरं तत्र एकमेकं वाक्यं कुर्मः. अतः तत्र सुजाता भगिनी, इदानीं भवती तत्र गच्छति इति तत्र नवरूपाणि वदति वा तत्र लृङ्लकारे? गर्जति, गर्जति, वयं जानीमः अगच्छत्, गमिष्यति, अतः रूपमस्ति अगमिष्यत् इति. अगमिष्यत्, इदानीं तत्र अगमिष्यः, अगमिष्यतम्, अगमिष्यत, अगमिष्यम्, अगमिष्यावः, अगमिष्यामः, अगमिष्यामः. तत्र भूतकाले अस्ति इति कृत्वा आगमिष्यामः. तत्र किम् अस्ति, आदौ अपि लङ्लकरूपम्, अन्ते अपि लङ्लकरूपं, केवलं मध्ये भविष्यत्कालः, हा भविष्यत्कालरूपं स्थापितमस्ति. अतः तत्र अभविष्यम्, अभविष्याव, अभविष्याम इति भवति. समीचीनं भगिनि, हा अस्तु. इदानीं तत्र शोभा भगिनी, इदानीं तत्र करोति इति तत्र नवरूपाणि वदति वा? आं महोदय, अकरिष्यत् इति भवति, अकरिष्यत्, अकरिष्यताम्, अकरिष्यन्, अकरिष्यः, अकरिष्यतम्, अकरिष्यत, अकरिष्यम्, अकरिष्याव, अकरिष्याम. हा समीचीनं, हा अस्तु. इदानीं तत्र उषा भगिनी, हरति इति? हरति, हरिष्यत्, हरिष्यताम्, हरिष्यत् कथं भवति? अकारः भवेत् खलु आदौ. हरति न महोदय. सत्यं भगिनि, अतः रूपं किम् अस्ति? लङ्लकार, लङ्लकार न, लृङ्लकार, लृङ्लकारस्य रूपं. हरिष्यति लृट् लकारे, लृङ्लकारे हरिष्यत्, हरिष्यत्, अहरिष्यताम्, अहरिष्यन्, अहरिष्यः, अहरिष्यतम्, अहरिष्यत, अहरिष्यम्, अहरिष्याव, अहरिष्याम. हा इति समीचीनं भगिनि. न महोदय, हा सत्यं भगिनि, अहरिष्या, अहरिष्यम्, अहरिष्यम् इति. हा अस्तु, समीचीनम्. अस्तु, अग्रे तत्र नरेश महोदय, तत्र वदति इति करोति वा? आं महोदय, लृङ्लकार अस्ति, अवदिष्यत्, अवदिष्यत्, अवदिष्यताम्, अवदिष्यन्, अवदिष्यः, अवदिश्यम्, अवदिश्यतम्, अवदिश्यत, अवदिश्यम्, अवदिश्याव, अवदिश्याम. हा इति समीचीनम्. अस्तु, अग्रे तत्र प्रिया भगिनी, इदानीं तत्र नयति इति करोति वा? अस्तु महोदय, नी धातु अनेष्यत ओ अनेष्यत् अनेष्यताम् अनेष्यन् अनेष्यः अनेष्यतम् अनेष्यत अनेष्यम् अनेष्याव अनेष्याम हा इति समीचीनम् अस्तु अग्रे तत्र गीताञ्जलिभगिनी न कृतवती खलु भगिनि आं महोदय हा अस्तु अतः तत्र अखादति इति करोति वा अखादिष्यत् अखादिष्यताम् अखादिष्यन् अखादिष्यावः न अखादिष्यः अखादिष्यतम् अखादिष्यत अखादिष्यम् अखादिष्याव अखादिष्याम हा इति समीचीनं भगिनि अस्तु उत्तमम् अस्तु तत्र शुभदा भगिनी वक्तुम् इच्छति वा तत्र लृङ्लकाररूपम् इति आं महोदय हा तत्र एतत् स्वीकरोतु भगिनि तत्र हा एतावत् भवती न दृष्टवती खलु अतः तत्र हा वदति अस्तु अस्तु तत्र किं कुर्मः हा क्रीडति क्रीडति तत्र 109 मध्ये पश्यतु भगिनि तत्र क्रीडति तस्मध्ये लङ्लकारः कः इति वदतु क्रीडति लङ्लकारे वा लङ्लकारे प्रथमतया लङ्लकारे अक्रीडन् अक्रीडत् अक्रीडत् अक्रीडत् अक्रीडत् इदानीं तत्र लृट्लकारे लृट्लकारे अक्रीडष्यत् न न न न लृङ्लकारः मास्तु तत्र सोपानेन कुर्मः अतः प्रथमतया तत्र लट् लकारः अक्रीडत् इदानीं तत्र भविष्यत्कालरूपं लृट् लकारः किमस्ति तत्र 109 मध्ये चित्रमस्ति भगिनि खलु हा क्रीडिष्यति क्रीडिष्यति शुभदा भगिनि आं महोदय श्रूयते वा हा श्रूयते श्रूयते तत्र अक्रीडत् इति लङ्लकारे दृट्लकारे क्रीडिष्यति इति खलु आं महोदय इदानीं मेलनं कृत्वा रूपं किं भवति अक्रीडिष्यत् हा अक्रीडिष्यत् इति हा इदानीं तत्र नवरूपाणि वदतु भगिनि लृङ्लकारे खलु हा सत्यं हा लृङ्लकारे अक्रीडिष्यत् अक्रीडिष्यताम् अक्रीडिष्यन् अक्रीडिष्यः अक्रीडिष्यतम् अक्रीडिष्यत अक्रीडिष्यम् अक्रीडिष्याव अक्रीडिष्याम हा इति समीचीनं भगिनि हा अस्तु समीचीनम् अतः सर्वे कृतवन्तः वा वेदभगिनी भवती कृतवती शोभभगिनी कृतवती सर्वे कृतवन्तः खलु अस्तु अतः इदानीं तत्र अहं तत्र उदाहरणं दत्तवान् खलु तत्र उदाहरणं किम् आसीत् छात्रः साक्षात् न पाठं न पठितवान् सः अतः परीक्षायां सः उत्तीर्णः न अभवत् सः अतः वाक्यं किम् आसीत् यदि छात्रः पाठम् अपठिष्यत् तर्हि सः परीक्षायाम् उत्तीर्णः अभविष्यत् किन्तु सः परीक्षायाम् उत्तीर्णः अभवत् वा सः न अभवत् उत्तीर्णः न अभवत् किन्तु यदि सः पाठम् अपठिष्यत् तर्हि सः परीक्षायाम् उत्तीर्णः अभविष्यत् इति वाक्यमस्ति अतः तत्र पठिष्य तत् पट् धातुः कृ धातुः तत्र अथवा किमपि तत्र अग्रिमे पुटे तत्र रूपाणि अपि दत्तानि तदपि दृष्ट्वा सरलवाक्यं किमपि निर्मातु तत्र हरति गच्छति नयति वदति करोति उत्तिष्ठति विहरति प्रार्थयति निर्गच्छति सर्वमस्ति अतः तत्र सरलवाक्यं किमपि कुर्वन्तु तत्र यदि तर्हि तत्र क्रियापदद्वयं भवेत्, तत्र अकरिष्यत् अपठिष्यत् अभविष्यत् इति उपयुज्य एव सरलवाक्यमपि कर्तुं, किन्तु तत्र अहम् अथवा तत्र सः इति तदपि भवेत्। अतः अस्तु, प्रथमतया एतदेव कुर्मः, वाक्यस्य चिन्तनात् प्राक् एतदेव कुर्मः। तत्र अहं वाक्यम् उक्तवान्, छात्रः यदि छात्रः पाठम् अपठिष्यत् तर्हि सः परीक्षायाम् उत्तीर्णः अभविष्यत् इति। अस्तु, इदानीम् एतत् कुर्मः। तत्र हा शोभा भगिनी, इदानीं तत्र एतदेव वाक्यं द्विवचने वदतु भगिनि। अस्तु महोदय, छात्रौ इति स्वीकृत्य। यदि छात्रौ पाठन् यदि छात्रौ पाठम् अपठिष्यतां तर्हि परीक्षायाम् उत्तीर्णौ अभविष्यताम् अभविष्यताम् इति। समीचीनं वा भवती अवगच्छति खलु इदानीं? आं महोदय। हा समीचीनं भगिनि, उत्तमम्। अस्तु, इदानीं तत्र सुजाता भगिनी तत्र बहुवचने एतद् वाक्यं वदतु भगिनि। बहुवचने यदि छात्राः पाठम् अभविष्यन् न अपठिष्यन् अपठिष्यन् अपठिष्यन् तर्हि ते परीक्षायाम् उत्तीर्णः उत्तीर्णाः उत्तीर्णाः अभविष्यन् अभविष्यन् उत्तमम्, अभविष्यन् समीचीनम्। अस्तु, अग्रे तत्र उषा भगिनी इदानीं तत्र त्वम् इति स्वीकृत्य वदतु इदानीं। यदि त्वं यदि त्वं पाठम् अपठिष्यः तर्हि त्वं परीक्षायाम् इदानीं तत्र उत्तीर्णः वा उत्तीर्णा वा स्त्रीलिङ्गं वा हा तत्र किमपि उत्तीर्णः अथवा उत्तीर्णः किमपि उपयुज्य वदतु, उत्तीर्णः अथवा उत्तीर्ण उत्तीर्ण न न इति नास्ति, केवलम् उत्तीर्णः उत्तीर्णः अभविष्यः हा अभविष्यत्। मध्ये नकारः मास्तु अस्मिन् वाक्ये। अन्यान् उदाहरणान् पश्यामः, तत्र अन्यान् उदाहरणानि पश्यामः, तत्र भवति, किन्तु अस्मिन् उदाहरणे नकारः नास्ति। अस्तु, समीचीनम्। इदानीं तत्र नरेश् महोदय, इदानीं तत्र द्विवचने त्वं युवां युवाम् इति उपयुज्य यदि युवां पाठं पाठं सम्यक् अपठिष्यतम् अपठिष्यतम् तर्हि युवां परीक्षायाम् उत्तीर्णः उत्तीर्णौ अभविष्यतम् अभविष्यतम्। समीचीनं महोदय, अस्तु धन्यवादः। अस्तु, इदानीं वेदा भगिनी तत्र त्वं युवां यूयं। हा महोदय, यूयं यदि किं छात्राः वा न यूयम् इति उक्तं खलु यूयं यदि त्वं यदि यूयं यदि यूयं पाठं पाठम् अपठिष्यत् अपठिष्यत् तर्हि तर्हि उत्तीर्णाः परीक्षायाम् उत्तीर्णाः परीक्षायाम् उत्तीर्णायाः अभविष्यत् उत्तीर्णायाः न उत्तीर्णाः विशेषणम् अस्ति विशेषणम् उत्तीर्णाः अभविष्यत अभविष्यत। समीचीनं भगिनि, हा तत्र यदि तत्र त्वं युवां यूयं यदि यूयं पाठं सम्यक् अपठिष्यत तर्हि तर्हि परीक्षायाम् उत्तीर्णा अभविष्यत। समीचीनं भगिनि, हा उत्तमम्। अस्तु, इदानीं तत्र प्रिया भगिनी तत्र एकवचने तत्र उत्तमपुरुषे एकवचने। अस्तु महोदय, अहं यदि अहं पाठं सम्यक् अपठिष्यम् तर्हि परीक्षायाम् उत्तीर्णा अभविष्यम् हा इति समीचीनं भगिनि. हा अस्तु अग्रे तत्र गीताञ्जलि भगिनि इदानीं तत्र द्विवचने उत्तमपुरुषे द्विवचने अस्तु तत्र शुभदा भगिनी द्विवचने उत्तमपुरुषे तर्हि तत्र शुभदा भगिनी तदनन्तरं बहुवचने भगिनि यदि आवां पाठम् अपठिष्याव तर्हि परीक्षायाम् उत्तीर्णे भवति खलु उत्तीर्णान् लता लते लताः तीर्णे उत्तीर्णे अभविष्याव इति समीचीनं भगिनि. हा अभविष्याव इति अस्तु समीचीनं शुभदा भगिनी इदानीं बहुवचने यदि वयं पाठं सम्यक् रीत्या अपठिष्याम तर्हि परीक्षायाम् उत्तीर्णाः अभविष्याम इति समीचीनं भगिनि. हा अस्तु इदानीं तत्र इदानीं मनसि तत्र रूपं स्थापितम् अस्ति इति मन्ये अपि तत्र अर्थः कः इति अपि स्थापितः इति मन्ये खलु. अतः तत्र इदानीं तत्र वाक्यं सरलवाक्यं तत्र क्लिष्टधातुः इति मास्तु तत्र केवलं पठिष्यति खादिष्यति अखादिष्यत् अगमिष्यत् इति तावदेव तादृशसरल अभविष्यत् इति एव उपयुज्य किन्तु तत्र सर्वदा उत्तमपुरुषे मास्तु एकवचने मास्तु अत्र किञ्चित् परिवर्तनं कृत्वा सरलवाक्यं वदतु किन्तु सावधानं क्रियाद्वयम् अपेक्षितं यदि तर्हि इति वाक्यं तत्र आकृतिः यदि तर्हि वाक्यस्य आकृतिः किन्तु क्रियापदं द्वयं यत् भवति द्वयमपि लृङ्लकारे भवेत् अस्तु अतः तत्र कः अथवा का कर्तुम् इच्छति प्रथमतया अहं करोमि महोदय. अस्तु भगिनि माता वदति यदि तौ द्वौ पुत्रौ अखादिष्यतां तर्हि तर्हि तर्हि सम्यक् वर्धनम् अभविष्यताम् तत्र भवतोः तत्र अथवा भवतोः देहवर्धनम् अथवा आरोग्यवर्धनम् अभविष्यत् आरोग्यवर्धनं भवतोः आरोग्यवर्धनं सम्यक् अभविष्यताम् अभविष्यत् एव अभविष्यत् यतोहि इदानीं तत्र वर्धनम् इति कर्तृपदम् अभविष्यत् समीचीनम् उत्तरं उत्तमवाक्यं भगिनि. हा अभविष्यत् समीचीनं. हा अस्तु तत्र अहं वदामि महोदय. अस्तु वेद भगिनि वदतु भगिनि. अहं रात्र्यां भोजनं यदि तर्हि भवेत् यदि अहं रात्र्यां भोजनं न अखादिष्यं तर्हि निद्रा न अभविष्यम् मम निद्रां न अभविष्यम् तत्र वस्तुस्थितिः का इति प्रथमतया वदतु तदनन्तरं वाक्यं वदतु. यदि रात्र्याम् अहं भोजनं न करोमि तर्हि निद्रां न आयाति इति भवती न निद्राति. अस्तु भवती न निद्राति. अस्तु किन्तु भवती खादितवती अतः निद्रां कृतवती इति स्थितिः खलु. अस्तु, हा इदानीं वाक्यं वदतु. यदि अहं रात्र्यां भोजनं न अखादिष्यत् तर्हि निद्रा न अभविष्यं वा न अभविष्यम् न तत्र किं वदामि अनिद्रति न किं निद्रा न तत्र करोति इति एव स्वीकरोतु. ओके, तर्हि निद्रां न अकरिष्यम् इति. अस्तु, समीचीनम् अस्तु. तत्र अन्यत् उदाहरणं मया श्रुतं, तदपि वदामि. तत्र पुत्री वदति, माता वदति, मम पुत्री यदि मम पाकं समीचीनम् अभविष्यत् तर्हि मम पुत्री भोजनम् अखादिष्यत् इति. इति तदपि एतादृश उदाहरणानि सन्ति. अस्तु, प्रिया भगिनी वदतु. भगिनि, इदानीं काले यदि वयं जङ्गमदूरवाणीं न द्रक्ष्याम तर्हि समयः किम् इति न ज्ञास्याम. हा, किन्तु ज्ञास्याम इति, किन्तु तत्र लृङ्लकारः भवेत्. ज्ञास्याम न वा, सम्यक् अस्ति वा? अन्य अकारः आसीत् वा? अस्तु भगिनि, समीचीनं. हा, वयं न अन्यास्याम. अस्तु, समीचीनं भगिनि. हा, तत्र जङ्गमदूरवाण्याः महत्त्वम् अस्ति अस्मिन् काले. तत्र व्यक्ति अस्ति न वा इति वार्ता नास्ति, दूरवाणी एव वार्ता. सत्यम्. अस्तु, धन्यवादः भगिनि. अस्तु, अग्रे अन्य कोऽपि वदामि. अस्तु, नरेश् महोदय वदतु. महोदय, यदि त्वं तत्र अगमिष्यः तर्हि तव मित्रम् अमेलिष्यः. तत्र अमेलिष्यः इति समीचीनम्, किन्तु तत्र तव मित्रमिति न, तव मित्रेण सह अमेलिष्यः. तव मित्रेण सह अमेलिष्यः, यतोहि तत्र मिलति इति तत्र अकर्मकधातुः, तत्र तेन सह मिलामि, तेन सह मिलति इति एव भवति, तया सह मिलति इति एव रूपं भवति. अतः पुनः एकवारं वदतु महोदय वाक्यं. यदि त्वं तत्र अगमिष्यः तर्हि अवमित्रेण सह अमेलिष्यः. अमेलिष्यः, समीचीनं, समीचीनं महोदय, उत्तमं. अहं वदामि महोदय. अस्तु, भूषा भगिनी वदतु. भगिनि, यदि अर्जुनः विषादरहितः अभविष्यत् तर्हि गीतोपदेशः न अभविष्यत्. पुनः वदतु भगिनि. यदि अर्जुनः विषादरहितः न अभविष्यत्. न, तत्र नकारः मास्तु, विषादरहितः अभविष्यत् इति एव, यतोहि वस्तुस्थितिः का, सः विषादयुक्तः आसीत् खलु सः. आं महोदय. हा, अतः तत्र विषादरहित इति अंशः न आसीत्, अतः वाक्यं साधु एव. यदि अर्जुनः विषादरहितः अभविष्यत् तर्हि गीतोपदेशः न अभविष्यत्. हा, समीचीनं भगिनि. हा, उत्तमम्. अस्तु, धन्यवादः. शुभदा भगिनी अग्रे. यदि वयं नित्यरूपेण व्यायामम् अकरिष्यामः तर्हि अस्माकं जीवनं स्वस्थम् अभविष्यत्. अभविष्यत् समीचीनं जीवनम् अभविष्यत् समीचीनं भगिनि हा समीचीनं हा वंशीसुरा भगिनी वक्तुम् इच्छति वा श्रूयते वा महोदय नमस्ते महोदय यदि परीक्षा अभविष्यत् तर्हि छात्राः अपठिष्यन् ओ समीचीनं हा हा अस्तु अतः वस्तुस्थितिः का इदा इति वदतु एकवारं तत्र यदि परीक्षा अस्ति तदा एव छात्राः पठिष्यन्ति इति किन्तु अत्र वस्तुस्थितिः परीक्षा नास्ति अतः छात्राः न पठन्ति इति हा हा तत्र वस्तुस्थितिः सः सा एव अस्ति समीचीनं उत्तमम् अस्तु एतावत् तत्र सर्वे उक्तवन्तः वा अथवा तत्र हा प्रायशः शोभा भगिनी न उक्तवती इति मन्ये अपि सुजाताभगिनी उक्तवती खलु सुजाता भगिनी शोभा भगिनी अस्तु शोभा भगिनी यदि वातावरणम् उत्तमम् अभविष्यत् तर्हि सः आपणीम् अगमिष्यत् आपणम् अगमिष्यत् समीचीनम् आपणीम् अस्तु समीचीनं भगिनि हा अस्तु सुजात भगिनी अग्रे यदि वयं परिश्रमं अकरिष्यत् वयम् इति अस्ति अतः वयं परिश्रमम् अकरिष्यत् अकरिष्याम तर्हि तर्हि सफलताम् सफलताम् आकरिष्याम न न सफलता अभविष्यत् सफलता अभविष्यत् अभविष्यत् सफलता अभविष्यत् अथवा तत्र वयम् इति वक्तुम् इच्छति चेत् वयं सफलतां किन्तु तत्र तदनन्तरं तत्र नूतन प्राप्नोति इति किम् अतः तत्र सफलता अभविष्यत् इति चिन्तयामि इदानीम् अभविष्याम न सफलता इति कर्तृपदं भवति भगिनि सफलता अतः तत्र प्रथमपुरुषे एकवचने एव अस्ति खलु सफलता अभविष्यत् इति समीचीनम् अस्तु तर्हि अतः हा समीचीनं भगिनि धन्यवादः अस्तु तर्हि इदानीं तत्र रूपं दृष्टवन्तः अर्थः कः इति अपि ज्ञातवन्तः अतः इदानीं तत्र साक्षात् पाठः यः अस्ति तं पठामः तर्हि अस्तु तर्हि तत्र वाक्यद्वयम् इति स्वीकृत्य यदि महोदय किम् अभवत् उपस्थापनं तत् त्यक्तवान् वा यदि उपस्थापनम् अभविष्यत् तर्हि वयं वक्तुं अप्रयच्छन् वा किमपि भवति वा यदि छात्राः तत्र किं यदि छात्राः उपस्थापनम् अकरिष्यन् इति भवति वा अकरिष्यन् अथवा छात्राः सूचयिष्यन् हा तत्र यदि छात्राः उपस्थापनस्य विषये असूचिष्यन् तर्हि वर्गे उपस्थापनानि अभविष्यन् किन्तु न कोऽपि एतावत् उक्तवती अथवा उक्तवान् तदेव वस्तुस्थितिः अस्ति अधुना अस्ति अतः कस्य विषये महोदय न अवगतम् तत्र उपस्थापनं कुर्मः इति एका योजना आसीत् भगिनि तत्र पञ्चनिमेषः अथवा दशनिमेषः अथवा किन्तु तत्र किम् अभवत् तत्र सर्वे विस्मृतवन्तः चिन्ता मास्तु, एषः तत्र जीवनं तादृशमेव अस्ति, चिन्ता मास्तु. तत्र वयं सर्वे अनेकानि कार्याणि कुर्वन्तः स्मः, अतः तत् वाक्यस्य कृते अपि समीचीनमस्ति महोदय. समीचीनमासीत् भगिनि, उत्तमं. तत्र यदि यथा भवती उक्तवती, यदि छात्राः ऐशिष्यन् इति भवति वा महोदय, कर्तुम् ऐशिष्यन् तर्हि उपस्थापनम् अभविष्यत्. हा, सत्यं सत्यं, समीचीनं भगिनि, तदपि समीचीनम्, उत्तमम् उदाहरणम्. उदाहरणार्थम् तत्र तत्र ईष्यते इच्छति, हा, तत्र परस्मैपदी धातुः एव अस्ति खलु भगिनि, तत्र परस्मैपदी एव महोदय. अस्तु, समीचीनं. तत्र इच्छति लङ्लकारे, ऐच्छत् इति भवति, अपि च लृङ्लकारे ऐशिष्यत् इति भवति, बहुवचने ऐशिष्यन् इति भवति महोदय. ऐशिष्यन्, समीचीनं भगिनि, हा, अस्तु, उत्तमम् उत्तमं भगिनि, हा, अस्तु. तर्हि अतः इदानीं तत्र प्रायशः तत्र पाठस्य पाठात् प्राक् तत्र एकवारं तत्र यदि अधोभागे तत्र वाक्यानि सन्ति तानि अपि यदि परिशीलयामः तत्र लाभाय एव इति मन्ये. अतः तत्र एतत् कुर्मः तर्हि तत्र. अस्तु, गीताञ्जलि भगिनी, तत्र भवत्याः पुस्तके अपि तत्र अधोभागे अर्जुनेन सह इति वाक्यम् अस्ति वा, पुटसङ्ख्या 108 अधोभागे? सत्यं महोदय. अतः प्रथमवाक्यं तत्र अधोभागे प्रथमवाक्यं पठतु भगिनी एकं. पठत अवगच्छत च इति महोदय. सत्यं भगिनि, अर्जुनेन सह यदि श्रीकृष्णः न अभविष्यत् तर्हि सः युद्धं न अकरिष्यत्. अर्थः अवगतं महोदय. अर्जुनेन सह यदि कृष्णः न अभविष्यत् तर्हि सः युद्धं न अकरिष्यति. इत्युक्ते यदि कृष्णः नास्ति तत्र, अन्य कोऽपि सारथी अस्ति भवति चेत् युद्धं न अकरिष्यत्. अतः तत्र नकारः प्रथमभागे तत्र अर्जुनेन सह यदि अन्यः सारथिः अभविष्यत् तर्हि अर्जुनः युद्धं न अकरिष्यत्. हा, युद्धं न अकरिष्यत्, समीचीनं. हा, अतः तत्र एतद् वाक्यं वस्तुस्थितेः वर्णनं न करोति, कल्पनास्थितिः दर्शयति. तत्र एतद् भवितुम् अर्हति, किन्तु एतत् न अभवत् इति. समीचीनं भगिनि, अस्तु. इदानीं तत्र द्वितीयवाक्यं तत्र शुभदा भगिनी द्वितीयवाक्यं पठति वा. आं महोदय. अर्जुनः यदि रणाङ्गणात् पलायिष्यत् भवेत् खलु अत्र. हा, इदानीं भगिनी तत्र, हा, एतत् पलायते इति तत्र इदानीं तत्र आत्मनेपदी धातु. आत्मनेपदी, अच्छा. अर्जुनः यदि रणाङ्गणात् पलायिष्यत तर्हि इतिहासः तम् अनिन्दिष्यत्. अतः तत्र निन्दति, निन्दिष्यति, तत्र किं किं भवति तत्र लङ्लकारे? अनिन्दत् लङ्लकारे अनिन्दत् अनिन्दताम् अनिन्दन् इति भवति. तस्य लृङ्लकारः अनिन्दिष्यत् इति भवति. अतः पुनः एकवारम् अस्य वाक्यस्य वर्णनं स्वशब्दैः करोतु. अर्जुनः यदि रणाङ्गणात् पलायिष्यत, यदि एतादृशी परिस्थितिः भवति यत्र अर्जुनः रणाङ्गणात् पलायनम् अकरिष्यत् तर्हि इतिहासः तस्य निन्दाम् अकरिष्यत्। हा समीचीनं भगिनि, हा समीचीनम्। इतिहासः अर्जुनस्य निन्दाम् अकरिष्यत्। अकरिष्यत् समीचीनं भगिनि, हा उत्तमं। महोदय पलायिष्यत रूपं तत्र भगिनी, तत्र वयं दृष्टवन्तः, तत्र विशिष्टपदम् अस्ति तत्र पलायते इति, तत्र उपसर्ग इव अस्ति, रकारः अस्ति, तत्र पर इति अस्ति, किन्तु कार्यं किमपि अस्ति तदनन्तरं तत्र लकारः तत्र आगच्छति, तत्र अकारस्य आगमनं न भवति वा तत्र? तत्र उपसर्ग इव अस्ति भगिनि, तत्र पल इति उपसर्ग इव अस्ति। परा इति एकः उपसर्गः अस्ति किल, प्र परा प इति परा इति अस्ति, परा इति उपसर्ग, त अय अय इति धातुः। हा किन्तु तत्र धन्यवादः भगिनि, हा किन्तु तत्र तत्र केनचित् कार्येण तत्र रकारः लकारः भवति, अतः तत्र पलायते इति क्रियापदं, हा पलायते इति लङ्लकाररूपम् अस्ति वा तत्? न न, पलायते इति तत्र लट्लकाररूपं पलायते। हा तत्र वयं जानीमः पलायते इति इदानीमेव कृतवन्तः खलु, लङ्लकारः आत्मनेपदी धातूनां पलायते अस्ति चेत् अपाल अपलायत इति लङ्लकाररूपं, पलायिष्यते इति तत्र लृट्लकाररूपं, मिलित्वा अपाल अपाल तत्र क्षम्यताम् अप अहं दोषमेव उक्तवान्, तत्र पलायत इति तत्र यतोहि तत्र आयत इति एव भवति खलु, हा क्षम्यतां भगिनि अहं दोषम् उक्तवान्, हा किन्तु एतदेव तत्र लृङ्लकाररूपं पलायिष्यत इति, तत्र फल इति उपसर्ग इव इति चिन्तयतु। परन्तु धातु किम् अस्ति तत्र? पल् इति धातु अस्ति न? न न, अय इति अय इति धातु वा? अस्तु, तत्र प रा तदनन्तरम् अय इति अस्ति, इदानीं तत्र लङ्लकारं कुर्मश्चेत् तत्र पुनः आय इति भवति, तत्र तत् येन कारणेन तत्र रकारः लकारः अभवत् तत् अत्रापि तेनैव कारणेन अत्रापि भवति इति। अस्तु तर्हि तत्र हा इदानीं उत्तिष्ठत् उत्तिष्ठ्यत् कथं वदामः? पुटे अस्ति भगिनि, तत्र उत्तिष्ठति इति तत्र पुटे अस्ति, तत्र उपसर्गः अस्ति चेत् रूपं कथं भवति इति, तत्र प्रथमवारं परिचयः इति केवलं परिचयः भवतु इति, अतः अहम् उपसर्गस्य विषये बहु किमपि न उक्तवान्, किन्तु अग्रिमे पुटे एव अस्ति, तत्र 110 मध्ये अस्ति, रूपाणि दत्तानि सन्ति, किन्तु प्रथमतया तत्र साधारणरूपम् अपि अर्थः कः प्रयोगः कीदृशः इति पश्यामः, तदनन्तरं तत्र उपसर्गः इति तत् अस्ति चेत् तत्र कार्यं किम् इति अग्रे पश्यामः। महोदय पलायते लट्लकारे अस्ति, लङ्लकारे अपि च लृट्लकारे किम् अस्ति? वक्तुमिच्छति वा महोदय? अत्र उपसर्गः अस्ति ततः मध्ये आगच्छति, पलायत इति भवति, पलायत, हा यतोहि तत्र पल तत्र पल इति उपसर्ग इति चिन्तयतु महोदय, आयते इति स्थाने आयते इति स्थाने आयत इति भवति, अतः तत्र मिलित्वा पलायत इति भवति। अपि च लृट्लकारे पलायिष्यते, पलायिष्य हा पलायिष्यत् हा तत्र पलायिष्यत् इष्यते पलायिष्यते इति, हा पलायिष्यते, अस्तु, हा अतः तत्र एतत् लृङ्लकारः कथम् अस्ति इत्युक्ते, तत्र आदौ लङ्लकारः अन्ते अपि लङ्लकारः, केवलं मध्ये मध्ये एतत् लृट्लकारः अस्ति, पलायिष्यत हा इति, पलायत इति लङ्लकारः अप हा तत्र पलायत इति लङ्लकारः मध्ये इष्यत इति पलायिष्यत इति स्थापयामः. अस्तु समीचीनम् अस्तु. तर्हि भवान् इव तत्र अग्रिमवाक्यं पठतु महोदय. पाण्डवाः अज्ञातवासे वासांसि अभिधानानि च यदि न पर्यवर्तयिष्यन् तर्हि तेषाम् अभिज्ञानम् अभविष्यत्. इदानीमेव चाटुश्लोके वयम् एतत् पदं दृष्टवन्तः. किं पदं चाटुश्लोके दृष्टवन्तः? अस्तु अत्र अस्ति खलु. अस्तु पाण्डवाः पाण्डवाः अज्ञातवासे वासांसि अभिधानानि च यदि न पर्यवर्तयिष्यन् परिवर्तयिष्यन् तर्हि तेषाम् अभिज्ञानम् अभविष्यत्. तत्र अस्तु इदानीं तत्र वर्तयिष्यति तत्र वर्तते इति अस्ति किं भवति एतत्तु तत्र तत्र परि अवर्तिष्यन् इति तत्र परस्मैपदधातुः अस्ति अतः पर्यवर्तयिष्यन् इति रूपम् लृट् लकारे परिवर्तिष्यते परिवर्तिष्यति इति प्रायः अस्ति परिवर्तिष्यति परिवर्तिष्यति किन्तु लङ् लकारे प्रायशः पर्यवर्तयिष्यत् न न वर्तयत् परिवर्तयत् इति प्रायः अस्ति परिवर्त अस्तु वर्तत् इति प्रायशः परिवर्तत् वर्तत् हा तत्र द्रष्टव्यमस्ति महोदय तत्र हा अस्तु तत्र एकवारं दृष्ट्वा अथवा अन्य कोऽपि जानाति वा तत्र कथं भवति इति परिवर्त यतोहि एतद् वर्तते तु आत्मनेपदी धातुः अस्ति एतत्तु हा किन्तु भगिनी तत्र हा अवर्तत् अवर्तत् इति हा वर्तते इति सुजातभगिनी तत्र वर्तते इति सत्यमेव आत्मनिपदी धातु किन्तु परियोगेन तत्र परस्मैपदी धातु भगिनी भवति भगिनी अतः तत्र अतः यतोहि एतत् वाक्य एतत् क्रियापदं रूपं पश्यतु पर्यवर्तयिष्यन् एतत् भूधातु इव अस्ति खलु परस्मैपदी धातु अतः तत्र वर्तते तु आत्मनिपदी किन्तु एतत्तु परस्मैपदी हा महोदय तत्र वृत् इति धातु न वर्तयते इति रूपं न वर्तयति युगादिगणे अस्ति वा वृत् वृत् इति प्रश्नयते वर्तते इति एव परिवर्तते इति युगादिगणे अपि अस्ति महोदय अवर्तयिष्यत् इति किल महोदय तत्र वर्तते प्रथमं तथा एव कुर्मः वा महोदय वर्तते इति अवर्तत इति अवर्तिष्यति तत्र अवर्तत आत्मनेपदे अवर्तत इति भवति किन्तु तत्र भविष्यत् तस्य एव कुर्मः वा महोदय न न परीति दृष्टवन्तः खलु भगिनि पूर्वं तत्र उपसर्ग अस्ति चेत् आत्मनिपदि धातु उपसर्गेण तत्र परस्मैपदि धातु भवितुम् अर्हति तत्र परिवर्तनं भवति इति अवर्तत इति तु लङ् स्वीकुर्मः तदनन्तरं परि इति योजनेन परस्मैपदि कुर्मः वा महोदय हा सत्यं भगिनि परि अवर्तत इति पर्यवर्तत् इति वा पर्यवर्तत् इति पर्यवर्तत् इति किन्तु तत्र अधुना लृङ् लङ्लकारः पर्यवर्तत् इति चिन्तयामि पर्यवर्तत् तदनन्तरं भविष्यत् रूपं वर्तिष्यति परिवर्तिष्यति परिवर्तिष्यति यतोहि तत्र परि इति उपसर्गः तत्र किमपि तत्र बाधा नास्ति खलु तदेव तिष्ठति परिवर्तिष्यति परन्तु अत्र मध्ये य अस्ति अतः अहं चिन्तयामि लङ्लकार तत्र वर्तिष्यति इति नास्ति वर्तयिष्यति इति अस्तु अस्तु सत्यं महोदय यकारः अस्ति हा हा अस्तु परन्तु अहं चिन्तयामि एतत् निजन्तरूपमस्ति हा हा यतोहि तत्र ते हा सत्यं भगिनि ते अभिधानानि परिवर्तितवन्तः खलु हा सत्यं स्वयं न किन्तु वासांसि अभिधानानि परिवर्त हा निच् निजन्तरूपम् इति एव सत्यं भगिनि हा अस्तु लङ्लकार तु पर्यवर्तयत् अस्ति प्रायः सत्यं सत्यं महोदय हा तत् तद् भवितुम् अर्हति सत्यं महोदय हा पर्यवर्तयत् इति प्रायशः अस्ति वर्तयति हा इति मन्ये महोदय हा पुनः एकवारं दृष्ट्वा वदामि महोदय इदानीं तत्र वाक्यस्य अर्थः कः अपि इति वदतु महोदय पाण्डवाः अज्ञातवासे वासांसि अभिधानानि च यदि न परिवर्तयिष्यन् अभिधानानि नामानि यदि ते नामानि समानं परिवर्तनं न कृतवन्तः तेषां प्रायः अभिज्ञानं नाम तत्र ते के सर्वे जानन्ति सर्वे सर्वे तेषां ज्ञानं प्राप्नुवन्ति ते के इति जानन्ति तत्र तदेव अभिज्ञानम् एषः कः ओ एषः रामेशः इति ओ एतम् अहं जानामि तदेव अभिज्ञानं पूर्वं दृष्टम् इदानीं तत्र अपरिचितः इति नास्ति परिचितः तस्य पुनः ज्ञानं भवति चेत् अभिज्ञानम् इति वदामः परन्तु ते परिवर्तनं कुर्वन्तः हा अत एव तत्र प्रसिद्धः तत्र अभिज्ञानशाकुन्तला इति अस्ति खलु तत्र पूर्वं ज्ञातम् इति तत्र तस्य पुनः स्मरणम् अथवा पुनः तस्य ज्ञानं भवति चेत् अभिज्ञानं रेकग्निशन् इति अतः तत्र पाण्डवाः अतः वस्तुस्थितिः का वस्तुस्थितिः तु पाण्डवाः अतः तत्र कृतवन्तः इति तत्र स्थाने अकरिष्यन् इति उपयुज्य पाण्डवाः ज्ञातवासे वासांसि अभिधानानि अथवा वासांसि तत्र मनः मनसि मनांसि वासः वासांसि तत्र मनः मनसि मनांसि वासः वाससि वासांसि वासांसि तस्य षष्ठी बहुवचनं किम् अस्ति वासां प्रायश वाससाम् इति वाससाम् हा वाससाम् अभिधानानाम् अभिधानानां परिवर्तनं करिष्यन् हा अकरिष्यन् हा तत्र यदि न अकरिष्यन् तर्हि हा तर्हि तेषाम् अभिज्ञानम् अभविष्यन् अभविष्यति तत्र तेषाम् अभिज्ञानम् अभिज्ञानम् इति इदानीं कर्तव्यं तेषाम् अभिज्ञानम् अभविष्यत् सर्वे तत्र हा तत्र हा अथवा सर्वे तान् सर्वे तान् जानन्ति हा तत्र पूर्वं तत्र कोऽपि उक्तवती तत्र ज्ञादातुः तत्र रूपं लृङ्लकारः अन्यास्यत् हा अन्यास्यत् अन्यासताम् अन्यास्यन् इति सर्वे तान् अन्यास्यन् इति वाक्यं भवति. अस्तु समीचीनम्. इदानीम् अग्रे अग्रिमवाक्यं पश्यामः. तत्र उषा भगिनी अग्रे पठति वा? आं महोदय. श्रीकृष्णः स्थिरमतिः इति न अवदिश्यत् तर्हि अर्जुनस्य मतिः स्थिरा न अभविष्यत्. श्रीकृष्णः स्थिरमतिः इत्युक्ते स्टेबल् मैण्ड् इति मन्ये महोदय. सत्यं भगिनि. स्थिरमतिः इति न अवदिश्यत् तर्हि अर्जुनस्य मतिः स्थिरा न अभविष्यत्. एक किञ्चित् वदतु तत्र. मनः एकत्र नियन्त्रणं करणीयम् इति तस्य अर्थः इति मन्ये महोदय. हा श्रीकृष्णः एतद् भवता एतत् करणीयम् इति सः उक्तवान्. हा अतः स्थिरमतिः इति यदि मनः चञ्चलः न चञ्चलः चञ्चलं मनः मास्तु इति सः उक्तवान्. हा अतः यदि सः तादृशं न उक्तवान् तर्हि सः स्थिरमतिः इति न अवदिश्यत् श्रीकृष्णः तर्हि अर्जुनस्य मतिः स्थिरा न अभविष्यत्. हा अस्तु. वाक्यस्य अर्थः आं महोदय. अस्तु समीचीनम्. अस्तु अग्रे तत्र प्रिया भगिनी अग्रिमं करोति वा? अस्तु महोदय. श्रीकृष्णः यदि अर्जुनस्य सारथिः न अभविष्यत् तर्हि जनाः तं पार्थसारथिः सारथिः इति न सम्बोधयिष्यन्. अस्तु. कृष्णस्य अन्यः नाम अस्ति पार्थसारथिः. किमर्थं चेत् सः पार्थस्य सारथिः अभवत्. पार्थः प्रथायाः पुत्रः पार्थः इति अर्जुनस्य अन्यनाम अस्ति. ततः श्रीकृष्णः अर्जुनस्य सारथिः अभविष्यत् तर्हि एव तस्य नाम पार्थसारथिः इति अभविष्यत्. अभविष्यत् मास्तु खलु इदानीं. ओ पार्थसारथिः सम्बोधयिष्यत् समबोध यतोहि संयोगः अबोधिष्यन् अस्तु समीचीनं. तत्र समीचीनं भगिनि. अत्र तत्र वस्तुस्थितिः तु तत्र तस्य तत्र वयं सम्बोधनमेव कुर्मः कृष्णम् इति पार्थसारथिः इति एव सम्बोधनं कुर्मः. अतः तत्र वस्तुस्थितिः भिन्ना एव. अस्तु. तत्र नाम इति नाम नास्ति भगिनि, केवलं नाम इति, विसर्गः नास्ति. आम् महोदय, क्षम्यताम्. अस्तु. तत्र एतावत् सर्वे उक्तवन्तः. तत्र गीताञ्जलिभगिनी, सुभदा भगिनी, तत्र अन्य कोऽपि, तत्र वेदा भगिनी न कृतवती. अस्तु वेदा भगिनी अग्रे. महोदय, अर्जुनः श्रीकृष्णस्य वचनं श्रुत्वा यदि शीघ्रमेव तृप्तिं प्राप्स्यत् तर्हि श्रीकृष्णः विस्तरेण गीतां न अवदिश्यत्. यदि अर्जुनः कृष्णस्य वचनं श्रुत्वा यदि शीघ्रमेव तृप्तिं न प्राप्नोति इति एव तत्र धातुः समीचीनं. तर्हि श्रीकृष्णः विस्तरेण गीतां न अवदिश्यत्. विस्तारेण गीतायां न उपदेशं न आकरिष्यत्. हा तत्र भगवद्गीता, तत्र भगवद्गीता इति एव द्वितीयभागे स्थापयितुं. भगवद्गीता लघु अभविष्यत्. लघु अभविष्यत्. अस्तु समीचीनम्. अस्तु, समयः अपि जातः. अस्तु तर्हि तत्र अग्रे यानि वाक्यानि सन्ति तत्र अग्रिमवर्गे कुर्मः. तर्हि अस्तु. हा शोभा भगिनी, भवती एव तत्र अन्ते शान्तिमन्त्रं वदति वा भगिनि? महोदय. सर्वे भवन्तु सुखिनः, सर्वे भवन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः श्रीगुरुभ्यो नमः. धन्यवादः महोदय. धन्यवादः. सर्वेभ्यो नमः. सर्वेषां नमस्कारः. धन्यवादः.